सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अदादिगणः इति विषयः अनुवर्तते। अदादिगणे वस्तुतः कर्तरि शप् इत्यनेन शपः विधानं भवति, तदनन्तरम् अदिप्रभृतिभ्यः शपः लुक् इत्यनेन शप् प्रत्ययस्य लोपः भवति। सामान्यतया प्रत्ययस्य लोपः यदा जायते तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तिष्ठति, परन्तु अत्र प्रत्ययस्य शपः लुक् जातः इति कृत्वा यत्र प्रत्ययस्य लु इति शब्देन लोपः जायते तदानीं न लुमताङ्गस्य इत्यनेन तादृशप्रत्ययद्वारा अङ्गकार्यं न जायते, इत्युक्ते तादृशप्रत्ययस्य लक्षणं न भवति, प्रत्ययलक्षणं न भवति, प्रत्ययलक्षणं न भवति चेत् तत्र अङ्गकार्यं न भवितुम् अर्हति इति अस्माभिः दृष्टम्। अत्र शप्रत्ययः नास्ति इति कृत्वा साक्षात् धातोः तिङ्प्रत्ययेन सह सम्पर्कः अस्ति। अस्मिन् गणे कोऽपि धातुः नास्ति यस्य अन्ते ह्रस्व अकारः अस्ति इति कृत्वा अदन्तमङ्गं नास्ति, अतः अदादिगणे धातवः प्रथमगणसमूहे न सन्ति, द्वितीयगणसमूहे सन्ति। तदर्थं तत्र साक्षात् तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति धातौ। कस्य अस्ति प्रतिध्वनिः? अङ्गकार्याणि भवन्ति धातौ। अत्र अनदन्त अङ्गानां सिद्धप्रत्ययाः ये प्रत्ययाः सन्ति तेषामेव ग्रहणम् अत्र भवति। अस्माभिः दृष्टं यत् आकारान्तधातूनां कस्य प्रतिध्वनिः? मीना भगिनी कृपया म्यूट् करोतु। नमस्कारः भगिनी, इदानीमेव आगतवती। अस्तु अस्तु, नमस्कारः नमस्कारः। तर्हि आकारान्तधातवः अत्र ये सन्ति तेषां कृते लङ्लकारे विकल्पेन जुस् आदेशः भवति, जेः जुस् आदेशः भवति लङ्गः शकटायनस्य इति अस्माभिः दृष्टम्। इति अयं विशेषः वर्तते अदादिगणीयधातोः। वस्तुतः सर्वेषाम् आकारान्तधातोः अनन्तरं यदा जी प्रत्ययः वर्तते यथा अदादिगणे तदानीं लङ्गः शकटायनस्य इत्यनेन विकल्पेन जुस् आदेशः भवति इति अस्माभिः ज्ञातम्। तदनन्तरं जक्षित्यादयः षट् इति सूत्रं वर्तते, तत्र परिगणितसप्तधातवः सन्ति जक्ष् जागृ दरिद्रा चकास् शास् दीदिङ् वेविङ् इति, एतेषां धातूनाम् अभ्यस्तसंज्ञा भवति। अत्र द्वित्वम् इति किमपि न जायते, परन्तु साक्षात् तत्र अभ्यस्तसंज्ञा भवति। तर्हि अभ्यस्तसंज्ञा भवति चेत् अदभ्यस्तात् इति सूत्रेण तत्र प्रत्ययस्य झकारस्य अत्तादेशः भवति। अनन्तरम् अभ्यस्तसंज्ञा अस्ति चेत् अदभ्यस्तात् इति सूत्रेण लट्लोट् इत्यत्र अत्तादेशः भवति। अनन्तरं सृजप्यस्य विधिभ्यश्च इति सूत्रेण नित्सुलकारेषु तत्र झी प्रत्ययस्य स्थाने जुस् आदेशः भवति, अभ्यस्तसंज्ञा अस्ति चेत् इदं सूत्रं सूत्रद्वयं प्रवर्तते। इदानीं तत्र जक्षित्यादयः षट् इत्यस्मिन् गणे वस्तुतः दरिद्रा इति धातुः अपि अस्ति, दरिद्रा। तर्हि दरिद्रा धातोः कृते एकं विशिष्टं सूत्रमस्ति इत् दरिद्रस्य इति। दरिद्रधातोः आकारस्य स्थाने इकारादेशो भवति हलादि किति निति प्रत्ययपरे, सार्वधातुकप्रत्ययपरे। तर्हि तिङ्प्रत्ययेषु हलादि कित् नित् प्रत्ययः यः ये प्रत्ययाः अपितः सन्ति सार्वधातुकप्रत्ययः, तत्र दरिद्रधातोः आकारस्य स्थाने ह्रस्व इकारादेशः भवति। अन्यत्र वस्तुतः अन्यत्र तत्र श्नाभ्यस्तयोः आतः इति सूत्रेण सामान्यतया अभ्यससंज्ञकधातोः आकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्ययपरे। तर्हि इद्दरिद्रस्य इत्यपि कितिनिति सार्वधातुकप्रत्ययपरे इति अस्ति, परन्तु इद्दरिद्रस्य इत्यत्र हलादि कितिनिति सार्वधातुकप्रत्ययः, श्नाभ्यस्तयोः तयोरातः इत्यत्र कितिनिति सार्वधातुकप्रत्ययपरे। अतः तिङ्प्रत्ययेषु यत्र यत्र कित्नित् प्रत्ययपरः वर्तते, अजादिप्रत्ययः वर्तते, तत्र तु श्नाभ्यस्तयोः अतः इत्यस्य कार्यं भवति, आकारस्य लोपः भवति। यथा दरिद्रायोगः अतु दरिद्रतु इद्दरिद्रस्य इति हलादि कित्नित् प्रत्ययः परः वर्तते वर्तते चेत् तदानीं दरिद्रा इत्यस्य आकारस्य स्थाने ह्रस्व इकारादेशः भवति। दरिद्रायोगः वः दरिद्रिवः, दरिद्रायोगः मह दरिद्रीमः, दरिद्रयोगः तः दरिद्रितः इति एवं तत्र कार्याणि भवन्ति। तर्हि इदानीं दरिद्रधातोः रूपाणि कथं भवन्ति इति वदति तत्र मीना भगिनी वदति वा किं कुत्र भगिनि लट् लकारे वक्तुं शक्यं वा? लट् लकारे वदामि वा? आमां तदेव लट् लकारे दरिद्रा योगः थि तत्र हलादि पित् अस्ति तस्मात् तत्र वर्णमेलनमेव दरिद्राति दरिद्रातीतः अन्ति तः तत्र हलादि अपित् अस्ति तस्मात् इत् दरिद्रस्य हलिज्ञति इति सूत्रेण ह्रस्व इकारः भवति तत्र तादृशमेव तदनन्तरम् अजादि अपि तस्ति दरिद्रा अन्ति इत्युक्ते तद् अदभ्यस्तात् तत्रैव सूत्रमेव किल अदभ्यस्तात् इति अभ्यस्तात् अङ्गात् प्रत्ययोः जः अत् भवति जी स्थाने अत् भवति सो दाने दरिद्रा दरिद्रा अति अति भवति दरिद्रा दर तत्र स्नाभ्यस्योरातः लोपः किल दरिद्रती भवति दरिद्रती दरि सम्यक् वा दरिद्रति दरिद्रीतः दरिद्रति तदनन्तरं सिद्धस्थ दरिद्रायोगः सि वर्णमेलनेव दरिद्रासि तदनन्तरं थः दरिद्रातः इद् दरिद्रस्य ह्रस्व इकारः भवति आकारस्य ह्रस्व इकारः दरिद्रितः दरिद्रितः तदनन्तरं मिप् मिप् वहमि वहमः दरिद्रामि वर्णमेलनमेव दरिद्रामि दरिद्रावः तत्र इद् दरिद्रस्य दरिद्रिवः दरिद्रिमः सम्यक् सम्यक् धन्यवादः भगिनि इदानीं किम् उषा भगिनी अग्रे वदति वा करोमि लोट् लकारे गतकक्षायां न आसम् अल्ट्रै भगिनि दरिद्रा लोट् दरिद्रा लोट् लकार तु इति प्रत्ययं दरिद्रायोगः तु पित् प्रत्ययः दरिद्रा तु एव भवति दरिद्रायोगः तात् तात् कित्नित् प्रत्ययः हलादि कित्नित् प्रत्ययः इत्यनेन इद् दरिद्रस्य इत्यनेन दरिद्रितात् भवति ताम् अनन्तरं तां दरिद्रायोगः तां तामपि हलादि कित् हलादिङित् प्रत्ययः हलादिङित् इत्यनेन दरिद्रिताम् इद् दरिद्रस्य इति सूत्रेण दरिद्रायोगः ताम् अनन्तरं दरिद्रायोगः अन्तु अन्तु इति कृते अन्तु एव वा अन्तु इति नास्ति अन्तु जकार खलु सो जेहे जुस् न न अदभ्यस्तात् अदभ्यस्तात् अदभ्यस्तात् अस्तु भगिनि दरिद्रा अभ्यस्तसंज्ञकधातु इत्यनेन जह स्थाने अत् आदेशः जह स्थाने अद् आदेशः तिप्तस्ति जि जु सो अदभ्यस्तात् अभ्यस्तज्ञात् प्रत्ययादेशे जह अत् इत्यनेन अतु एव अतु सो दरिद्रायोगः अतु दरिद्रायोगः अतु इति अदभ्यस्तात् इत्यनेन अस्तु अतु इति कृते अकार अकारि कित्नित् प्रत्ययः अजादि कित्नित् प्रत्ययः इत्यनेन दरिद्रायोगः अतु इति कृते स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दरिद्रतु दरिद्रतु भवति दरिद्रयोगः अतु दरिद्रतु अनन्तरं मध्यमपुरुष हि लोट्लकार हि दरिद्रायोगः हि हलादि हलादि ङित् प्रत्ययः अपित् प्रत्ययः ङित् प्रत्ययः हलादि ङित् इत्यनेन ईदरिद्रस्य इत्यनेन दरिद्रायोगः हि दरिद्रिहि सम्यक् वा भगिनी दरिद्रिहि दरिद्रयोगः हि इत्यत्र दरिद्रिहि करेक्ट् सम्यक् अस्ति खलु को दोषः दरिद्रिहि हलादि कितिनिति प्रत्यये परे इकारादेशः दरिद्रिहि दरिद्रिहि अनन्तरं दरिद्रायोगः तात् ङित् प्रत्ययः इत्यनेन इद् दरिद्रस्य इत्यनेन दरिद्रितात् दरिद्रितात् भवति तम् अपि ङित् प्रत्ययः इद् दरिद्रस्य इत्यनेन दरिद्रितं तथा एव त दरिद्रित अनन्तरम् उत्तमपुरुष आनियावाम पित् प्रत्ययः इत्यनेन कार्यं नास्ति नाभ्यस्तयोरातः इत्यस्य कार्यं नास्ति दरिद्राणि दरिद्राणि रकारेफ आकार दरिद्राणि अट्कुपाङ्नुं व्यवाये अपि इत्यनेन दरिद्राणि दरिद्राव दरिद्राम इति भवति समीचीनं भगिनि समीचीनम् इत्युक्ते तत्र प्रथमपुरुषे यत्र अन्यत् रूपमस्ति दरिद्रितात् इत्यत्र तत्र रूपद्वयं भवति दरिद्रितात् दरिद्रितात् इति तत्र जलां जशोन्ते वा जलां जशोन्ते आम् आं भगिनि आम् इति सो दरिद्रात् वचने अस्तु अस्तु समीचीनं सम्यक् तर्हि लङ्लकारे किं सरस्वती भगिनी वदति वा आं भगिनि तर्हि लङ्लकारे सीतः अन्ति सारि सीतः अन्ति न तताम् अन् तर्हि अस्ति प्रथमतरे एकवारं तस्य रूपं वदामि तदनन्तरं यत् परिवर्तनं कर्तव्यं तत् करोमि नित् अस्ति अतः तत्र परिवर्तनं भवति परन्तु अत्र त अस्ति प्रथमतया तु अडागम अस्ति अतः अ दरिद्रा भवति अदरिद्रा तदनन्तरं त तत् तकार अत्र पित् अस्ति अतः किमपि न भवति इत्युक्ते केवलं मेलनम् अदरिद्रात् तदनन्तरं ताम् अस्ति तदा पित् नास्ति अपित् अस्ति नित् अस्ति अतः तत्र इद् दरिद्रस्य इति इत्यनेन इकार आगच्छति आकारस्य स्थाने इकारस्य आदेशः भवति अतः अदरिद्रिताम् तदनन्तरं झ अस्ति झि अस्ति इत्युक्ते झि अत्र नित् लकार अस्ति अतः सिजभ्यस्तविधिभ्यश्च इत्यनेन सूत्रेण झि प्रत्ययस्य स्थाने जुस् आदेशः भवति अत्र उस् एव अवशिष्यते अतः अदरिद्रा उस् पुनः उस्य पदान्तात् इत्यनेन अदरिद्रुः ऋतुविसर्गौ अदरिद्रुः तथा इदानीम् अत्र प्रश्नः भवति उस्य पदान्तात् भवति वा अन्यत् अपि सूत्रं तत्र भवितुम् अर्हति वा अन्यसूत्रम् इत्युक्ते आकारान्त अस्ति न तर्हि आकारान्तनन्तरम् उ अस्ति चेत् उस्य पदान्तादेव भवति न वा इति अस्ति नास्ति इति न वदामि परन्तु अन्यत् किमपि यथा पूर्वं लट्लकारे तत्र रूपं किम् आसीत् दरिद्रतु इति तत्र किं सूत्रं प्रवृत्तम् तत्र तु अदभ्यस्तात् अभवत् न वा न लट्लकारे अदभ्यस्तात् इति अस्ति सत्यं परन्तु ततः अग्रे ततः अग्रे तर्हि दरिद्रयोगः अतु इत्यत्र रूपं किम् अस्ति दरिद्रयोगः अतु श्राभ्यस्तयोरातः हा तत्र आकारस्य लोपः भवति श्राभ्यस्तयोरातः तत्र परन्तु अत्र भवितुमर्हति वा? सूत्रस्य निमित्तं किम्? श्नाभ्यस्तयोरात् किति निति सार्वधातुकप्रत्यये परे भवितुं तु अर्हति न झकार झी अस्ति तर्हि किति निति सार्वधातुकप्रत्यये आम् अभ्यस्तसंज्ञा तु अस्ति अतः भवितुमर्हति तर्हि श्नाभ्यस्तयोरात् परन्तु पुनः सूत्र क्रमाङ्कः दर्शनीयं वा? अत्र पश्यामः चेत् अत्र सूत्र अनयोः सूत्रयोः बलाबलचिन्तनं किञ्चित् करोतु. आमाम् एतदस्ति 6.4.1.1.2 तत्र अस्य पदान्तसूत्रस्य उस्य पदान्तादस्ति 6196 तर्हि श्राभ्यस्तयोरात् एव परं सूत्रमस्ति. तर्हि श्राभ्यस्तयोरात् उस्य पदान्तात् केवलम् आकारस्य विकारस्य अस्ति सः, परन्तु विप्रतिषेधे परं कार्यं तर्हि श्राभ्यस्तयोरात् सह एव तस्य कार्यं भवति. अत्र तुल्यबलविरोधः अस्ति वा? विप्रतिषेधे परं कार्यम् इति वक्तुं तुल्यबलविरोधः अस्ति वा इति परिशीलयतु. द्वयोः अन्यत्र अन्यत्र लब्धप्रकाशः अस्ति वा? श्राभ्यस्तयोरात्तः तु अन्यत्र अस्ति कार्यम् इत्युक्ते श्ना अस्ति वा अभ्यस्त अस्ति तदा तस्य भवति. उस्य पदान्तात् अस्य तु केवलम् अत्र एकक्षणं श्नाभ्यस्तयोः आतः इत्यत्र श्ना इति प्रथमं त्यजतु, तत्तु अन्यत्र लब्धावकाशः नास्ति. इदानीम् अभ्यस्तसंज्ञकः इति उक्तं चेत् तर्हि अभ्यस्तसंज्ञकं सम्यकम् अस्ति चेत् तदानीमेव अस्य कार्यम् अभ्यसंज्ञक अभ्यस्तसंज्ञकस्यैव श्नाभ्यस्तयोः आतः इत्यस्य कार्यं खलु. श्ना इति प्रत्ययं विहाय अभ्यस्तसंज्ञकस्य कार्यम् अस्तु. तर्हि तत्र हलादि तत्र कितिनिति सार्वधातुकप्रत्ययपरे अस्ति तस्य कार्यम् अस्ति. इदानीम् उस्य पदान्तात् इत्यत्र कदा अस्य कार्यं भवति? अवर्णात् अपदान्त अवर्ण उसि परे अस्य कार्यं भवति. इत्युक्ते उसि परे अस्य कार्यं भवति तर्हि अस्य कार्यम् अभ्यस्तसंज्ञकं वा भवतु अनभ्यस्तसंज्ञकं वा भवतु उभयत्र भवति खलु. तर्हि यथा वा धातु आकारादधातोः विषये अस्माभिः दृष्टम् अवायोगः उः अवुः इति अस्ति, तत्र तु अभ्यस्तसंज्ञा नास्ति, अस्य कार्यस्य कार्यं प्राप्तं खलु. तर्हि श्नाभ्यसयोः अतः इति केवलम् अभ्यस्तसंज्ञक अस्ति तदानीमेव कार्यं भवति इति कृत्वा तत्र अपवादसूत्रमिति वक्तुं शक्यते वा? आं वक्तुं शक्यते. तर्हि अपवादसूत्रमस्ति अतः अस्य कार्यं भवति वा श्राभ्यस्तयोरासः? परन्तु अवायोगः उः इत्यत्र तु श्नाभ्यस्तयोः अतः इति अपवादः इति न उक्तं तत्र, किमर्थं? तत्र तु उस्य पदान्तात् इत्यनेनैव आकारस्य आकार उकारयोः पररूपादेशः जातः. यदि अत्र अपवादः इति वयं वदामः चेत् तर्हि तत्र अपवादः किमर्थं नास्ति? तत्र अभ्यस्तसंज्ञा नास्ति, अभ्यस अवायोगः उः इत्यत्र अभ्यससंज्ञा नास्ति. तत्र तु अभ्यससंज्ञा नास्ति इति कृत्वा किं श्नाभ्यसयोः अतः इत्यस्य प्रसक्तिः एव नास्ति. उस्य पदान्तात् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अवायोगः उः एव अन्यत्र लब्धावकाशः खलु. उस्य पदान्तात् यत्र अभ्यससंज्ञा नास्ति तत्र तु तस्य कार्यं भवति एव, तस्य कार्यं भवति अवायोगः उः, तत्र श्नाभ्यसयोः अतः इत्यस्य प्रसक्तः नास्ति. परन्तु अत्र दरिद्रायोगः उः इत्यत्र उस्य पदान्तात् इत्यस्य अपि प्रसक्तिः अस्ति, श्नाभ्यसयोः अतः इत्यस्य प्रसक्तः अस्ति. परन्तु शाभ्यस्तयोः आतः इत्यत्र अन्यत्र लब्धावकाशः नास्ति खलु, अभ्यससंज्ञा अस्ति चेदेव भवति, अन्यत्र अस्य सूत्रस्य कार्यं नास्ति श्ना इति विहाय. तर्हि तत्र इति कृत्वा दरिद्र इत्यत्र तत्र किं श्नाभ्यसयोः अतः इत्यनेन आकारस्य लोपः इति वक्तव्यं स्यात्, न तु विप्रतिषेधे परं कार्यम् एवं वा? न तु विप्रतिषेधे तु यतोहि अत्र अभ्यससंज्ञकाङ्गम् अन्यत्र लब्धावकाशः इति न वक्तुं शक्यते खलु. यत्र यत्र अभ्यससंज्ञकाङ्गम् अस्ति तत्र अस्य कार्यं भवति, अन्यत्र अस्य अवकाशः नास्ति इति कृत्वा अपवादत्वात् इति वक्तव्यं स्यात्. अस्तु, तर्हि अपवादत्वात् श्राभ्यस्तयोरातः इत्यनेन आकार्यस्य लोप भूत्वा अदरिद्रयोग उस् अदरिद्रुः अस्ति. अस्तु वा भगिनि? आमां. तदनन्तरं सिप् सिप् इत्युक्ते सकार, तर्हि तत्र पित् अस्ति अतः किमपि कार्यं नास्ति, तर्हि अदरिद्राः. तदनन्तरं तं पुनः एकवचने अदरिद्रा अदरिद्राः सकारस्य विसर्गः भवति ने. ओके ओके सम्यक्. तदनन्तरं तम् अस्ति मध्यमपुरुष द्विवचने, तं पुनः अपित् इत्युक्ते सर्वलोकम् अपित् अतः नित् नित् एव, अतः पुनः इद् इद् दरिद्रस्य इद् दरिद्रस्य अनेन पुनः आकारस्य स्थाने ईकारस्य आदेशः भवति अतः अदरिद्र अदरिद्रितम् तथैव त मध्यमपुरुषबहुवचने अपि अदरिद्रित. तदनन्तरं अम् अस्ति मिप् अस्ति उत्तमपुरुषे प्रथम एकवचने अम् अस्ति मिप् अस्ति अतः कार्यं नास्ति, केवलं नीलम् अकसवर्णे दीर्घः अदरिद्राम् वम पुनः नित् अस्ति अतः इद् दरिद्रस्य इ आदेशः भवति अतः अदरिद्री व अदरिद्रीम. सम्यक् समीचीनं, धन्यवादः. ओके अस्तु, तर्हि इदानीम् अग्रे अग्रे विधिलिङ्गकारः किम् अरुणभगिनी वक्तुमिच्छति वा? भगिनि नमस्कारः. नमस्कारः. अस्तु, प्रत्ययः यात् यातां युः याः यातं यात यां याव याम सर्वे विधिलिङ्गप्रत्ययाः नित् एव, अतः दरिद्र युगः यात् दरिद्र दरिद्र यद् दरिद्रस्य इति सूत्रेण आकारलोपभूतं विकार आदेश भवति दरिद्रियात् तदेव दरिद्रियातां दरिद्रिया दरिद्रायुः. किं प्रथमपुरुषे बहुवचने तदपि अपि अस्मित् अस्ति दरिद्री दरिद्री उः दरिद्रिः दरिद्रीयुः दरिद्रीयुः दरिद्री अत्र दरिद्री अत्र दरिद्रायोगः युः इत्यत्र उस्य पदान्तात् कार्यं करोति वा? करोति भगिनि, करोति चेत् आकारस्य लोपः आकार अत्र आकारस्य आकारः अपगच्छेत् तर्हि अत्र तु ईकारः कथं कार्यं करोति चेत् अपदान्तात् अपदान्त् अपदान्तात् आकारात् प्रत्यपरे पूर्वपरयोः पररूप दरिद्री अत्र उष्ट्यपदान्त न कार्यं करोति भगिनि केवलं किमर्थम् उष्ट्यपदान्तात् कार्यं करोति उष्ट्यपदान्त निमित्तमस्ति पदान्तात् अकारस्य परे उष्टि अस्ति चेत् पूर्वपरयोः एकादेशः भवति अत्र अकारात् अनन्तरम् उष्ट् नास्ति वा अस्ति भगिनि परन्तु इद् दरिद्रस्य इत्यनेन इकार आगतवति न न तत्तु अस्ति तत्तु सम्यक् परन्तु उष्य पदान्तात् किमर्थं कार्यं करोति न करोति इति एकवारं वदतु तत्र आकारात् अनन्तरम् उसि अस्ति खलु किमर्थं न कार्यं करोति अन्य कोऽपि वदतु पदान्ते एव भवति अपदान्त अकारस्य स्थाने अत्र अत्र अपदान्त एव अस्ति खलु उस् नास्ति मन यु अस्ति अथवा न उस् तु अस्ति एव उस् प्रत्ययः नास्ति वा तत्र अरुणा भगिनी यद् भवती वक्तुमिच्छति अहम् अवगच्छामि परन्तु किञ्चित् प्रतिपादनीयम् उस् नास्ति इत्यस्य अर्थः कः उस् यकार अस्ति यकार उकार यकारे अपि उस् अस्ति खलु युस् इत्यत्र उस् अस्ति खलु अचि उसि नास्ति उत्तमम् अजादि उसि नास्ति इति कृत्वा उस्य पदान्तात् कार्यं च करोति सम्यक् अग्रे अग्रे मध्यमपुरुष एकवचन दरिद्र यः दरिद्रस्य इत्यनेन इकारादेशः भवति दरिद्र्यार्थं दरिद्र्यां याव याम अत्रापि इकार आदेशः दरिद्रस्य जनेन दरिद्र्यां दरिद्र्या वा दरिद्र्यां सम्यक् सम्यक् समीचीनं धन्यवादः भगिनि इदानीं किञ्चित् अग्रे गच्छामः इन् गतौ इति धातोः विषये इदानीं चर्चा आरभ्यते तर्हि किं शोभा भगिनी पठति वा भगिनि इन् गतौ इति उक्तवती खलु इकारान्तदातवः ईकारान्तदातवः च सप्तदातवः इकारान्तधातवः ईकारान्तधातवः च सप्तधातवः इन् इक् इन् वि शीङ् दीधिङ् वे वीङ् इति श्रूयते भगिनि अजातिपि किं भगिनि न श्रुतं पुनः वदतु ओ अस्तु एकक्षणम् इदानीं श्रूयते वा इदानीं श्रूयते वदतु तर्हि तत्र इन् गतौ इति धातुः हलादिपित्सु गुणः भवति ईयोगः ति एति अजादिपित्सु गुणः अयादेशः ईयोगः आनि ए इति इत्यस्य ए योगः आनि तदनन्तरम् ऐ योगः आनि अयानि इति हलादि अपित्सु क्निति च गुणनिषेधः ईयोगः तः इतः अजादि अपित्सु क्निति च गुणनिषेधः अचिष्णुधातुभ्रुवां योर् इयङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति अनेन इयङादेशः भवति स्म परन्तु इदं सूत्रं प्रपाद्य इणो यण् इत्यनेन यणादेशः ईयोगः अन्ति यन्ति इति भवति अजादिषु पित्सु अचिष्णुधातुभ्रुवां योर् इयङ्गुवङ्गौ इत्यस्य प्रसक्तिः तत्प्रबाद्य इणो यण् पुनः तत्प्रबाद्य परत्वात् सार्वधातुकार्धधातुकयोः इति इत्यनेन गुणकार्यस्य प्राप्तिः. अजादि अग्रिमपरिच्छेदमपि पठित्वा वदामि वा भगिनि? अजादि अपित्सु सार्वधातुकार्धधातुकयोः एतद् एतावता यद् पठितं तद् एकवारं वदतु, तदनन्तरं पश्यामः. अस्तु, तर्हि इकारान्त अपि च दीर्घ इकारान्तधातवः ये सप्तधातवः सन्ति ते इन् इक् इन् वि शीन् वि दीधिङ् वेवीन् इति. इदानीम् इन् गतौ इति धातुः स्वीकृत्य तत्र कार्याणि कानि भवन्ति इति चेत् हलादिपित्सु गुणः भवति, इ योग पित् अस्ति इत्यतः गुणः भवति, इ योगः ति तत्र इकारस्य एकारः भूत्वा एति इति भवति. अजादिपित्सु गुणः भवति पित्सु इत्यनेन अयादेशः भवति तत्र एकारः भवति इत्यतः इ योगः आनि ए इति भवति, ए इत्यस्य अयादेशः ऐ योगः आनि अयानि इति भवति. हलादिपित्सु क्निति च इति गुणनिषेधः भवति तत्र इ योगः तः इतः. अजादि अपित्सु क्निति च तत्रापि गुणनिषेधः. अचि स्नुधातु भ्रुवां योर् इयङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति, यतोहि तत्र अचि परे स्नुधातुः अपि च धातु भ्रुवां योर् इयङ् उवङ्गौ इति तत्र अचिष्णुधातु भ्रुवाम् अस्तु अग्रे आगच्छति तेन इत्यस्य प्रसक्तिः अस्ति चेदपि अनेन इयङ् इति आदेशः भवेत्, किन्तु तत्र तत् सूत्रं प्रबाद्य इणो यण् इत्यनेन यण् आदेशः भवति, अतः तत्र ई योगः अन्ति यन्ति इति भवति. अपि च अजादि अपित्सु अचिष्णु धातु भ्रुवां न श्रूयते भगिनि, मध्ये मध्ये भग्नः भवति. ओ न जाने भगिनि किमर्थम् इति तत्र. इदानीं सम्यक् अस्ति, वदतु. अस्तु, अचिष्णु धातु भ्रुवां योर् उवङ्गौ इत्यस्य इति सूत्रं प्रबाध्य इणो यण् इति भवति. पुनः तस्य बाधकसूत्रं सार्वधातुकार्धधातुकयोः इति इत्यनेन गुणकार्यस्य प्राप्तिः भवति अन्ते. तर्हि तत्र त्रीणि सूत्राणि किं दत्तानि? न, तत्र केवलं पुनः उक्तवती अचिष्णुधातु भ्रुवाम् इति तस्य तं प्रबाद्य इणो यण् तं प्रबाद्य सार्वधातुकार्धधातुकयोः इति परत्वात् अन्ते तस्य कार्यं भवति इति. किं भगिनि? न, समीचीनं. तत्र इदानीम् अस्माभिः चिन्तनीयं तत्र ई योगः अन्ति इति सामान्यतया तत्र गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, ये अयादेशः यन्ति इति भवति. यदि अचिष्णु धातु ब्रुवां योर् यङ् वङ् इत्यस्य कार्यं भवति तदानीम् इय योगः अन्ति इयन्ति, तत्रापि इयन्ति इति रूपं लभ्यते, न तु यन्ति इति रूपं. यणादेशः भवति चेत् तत्र यणादेशः इकारस्य स्थाने यकारः, तदानीमपि यन्ति इति रूपं भवति खलु? तर्हि अत्र इणोयण् इति विशिष्टसूत्रमस्ति खलु, इणोयण् इति विशिष्टसूत्रं. तर्हि इदानीं किमर्थम् इणोयण् इत्यस्य कार्यं नास्ति, किमर्थं सार्वधातुकार्धधातुकयोतिनेन गुणः भवेत् इति प्रश्नः आयाति. तर्हि अग्रे वाक्यत्रयमस्ति, तदपि पठतु. अजादि अपित्सु सार्वधातुकार्धधातुकयोः इत्यनेन अजादि अपित्सु गुणकार्यस्य प्रसक्तिः अस्ति. अजादि अपित्सु सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण निद्वत् निद्वतः निद्वत्वः वम् क्षम्यतां सूत्रेण निद्वत्वं तदा नितिच इत्यनेन गुणनिषेधः तदा अचिष्णुधातुभ्रुवां योर्यङ्गुवङ्गौ इत्यनेन इयङादेशः तत् प्रबाध्य इणो यण् इत्यनेन यणः प्राप्तिः तर्हि अजादि अपित्सु अपितस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति तत्र न अवगतं भगिनि अजादि अपित्सु तस्य प्रसक्तिः अजादि अपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति परन्तु परत्वात् सार्वधातुकम् अपित् तत्र अन्ति इत्यत्र तु प्रत्ययः अपित् अस्ति खलु अतः सार्वधातुकार्धदत्तयः इत्यस्य प्रसक्तिः एव नास्ति वस्तुतः तत् प्रबाधितमस्ति खलु सार्वधातुकम् अपित् स्मिति च इत्यनेन गुणनिषेधः जायते इति कृत्वा तत्र अन्ततो गत्वा सूत्रद्वयमेव अस्ति अचिष्णुधातुभ्रुवं योर् यङ् वङ्गौ अण्ड् इनोयण् तर्हि इनोयण् इति विशिष्टसूत्रमस्ति तस्य अन्यत्र लब्धावकाशः नास्ति इति कृत्वा इनोयण् इति एव स्यात् इति तत्र दत्तमस्ति हा इणोयण् इति तु तत्र इण् धातोः यण् आदेशः भवति इति विशिष्टसूत्रम् इण् धातोः कृते एव भवति इत्यतः कार्यक्षेत्रं सीमितमस्ति तत्र अतः तस्य एव कार्यं भवेत् इति समीचीनम् इदानीं सूत्रं पठामः किं का क्लेशः इदानीं सूत्रं पठित्वा अस्तु भगिनि सूत्रं पठित्वा किञ्चित् इतोपि चिन्तनं कुर्मः तदानीं भवत्याः प्रश्नः प्रायः अपगच्छेत् परन्तु प्रश्नः चेत् पुनः पृच्छतु इदानीम् अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रं विजया भगिनी पठति वा आं महोदय पठामि अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ स्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य ब्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि प्रत्यये परे स्नु प्रसङ्गे प्रत्ययगर्गणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः युवोः इति विशेषणं धातुशब्दस्य एव यतोहि स्नु प्रत्ययान्त अङ्गं ब्रू प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यं येन विधि तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः स्नुश्च धातुश्च ब्रूश्च तयोः इतरेतरद्वन्द्वः स्नु धातु ब्रुवः तेषां स्नु धातु ब्रुवां यश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः इयं च उवं च तयोः इतरेतरद्वन्द्वः इयङ् उवङ्गौ अचि सप्तम्यन्तं स्नु धातु ब्रुवङ् षष्ट्यन्तं युवोः षष्ट्यन्तम् इयङ् उवङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं युवोः स्नु धातु ब्रुवङ् अङ्गाणाम् इयङ् उवङ् अचि इति अस्ति एतत्तु परिचितसूत्रं प्रसिद्धसूत्रमपि अस्ति अचि परे अस्ति चेत् अत्र स्नु प्रत्ययान्त अङ्गम् अनन्तरं ब्रू इति प्रत्ययान्त अङ्गम् अस्ति चेत् अत्र इकारान्त उकारान्त क्रमेण भवति नास्ति ब्रू प्रातिपदिकम् आम् क्षम्यतां महोदय अत्र स्नु प्रत्ययान्त अङ्गस्य अनन्तरम् अत्र तत् एतत् सर्वाणि शक्नु चिनु इत्यनयोः प्रसिद्धधातुः अस्ति स्वादिगणीयविषये एव एतत् भवितुम् अर्हति अनन्तरम् अत्र वयं जानीमः इकारान्त उकारान्त धातुरूपी अस्ति चेत् तत् अङ्गस्य एव अत्र इयङ् उवङ् आदेशः भवति. इदानीम् अत्र स्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः इत्यनेन अत्र तदन्तविधिः अत्र सूचितमस्ति. अतः एव अत्र स्नु इति स्वीकुर्मः चेत् उकारस्य स्थाने उवङ् आदेशः भवति. अनन्तरं यत्र धातोः अन्ते इयङ् ईकारः अस्ति चेत् इयङ् आदेशः प्रसक्तिः भवति इति अत्र प्रातिपदिकविषये दत्तं महोदय. अत्र अन्ये सर्वे समासविषये एव. समीचीनम्. अत्र धन्यवादः भगिनि. धन्यवादः. अजादिप्रत्यये परे स्नु तत्र सूत्रे स्नु इति अस्ति. स्नु इति तत्र प्रत्ययः अस्ति. तर्हि स्नु स्नु प्रत्ययः अस्ति चेत् तस्य इयङ् इयङ् उवङ् आदेश उवङ् आदेशः भवति वा इति चेत् स्नु इत्यनेन प्रत्ययः यत्र प्रत्ययस्य उल्लेखः अस्ति तदन्तग्राह्या भवति. प्रत्ययग्रहणे तदन्तग्राह्या. अतः स्नु प्रत्ययान्तस्य अङ्गस्य इति अर्थः आयाति. अनन्तरं युवोः इत्यत्र तत्र स्नु प्रत्ययान्तं तु उकारान्तमस्ति. ब्रु इति अपि उकारान्तमस्ति. अतः युवोः इति विशेषणं तत्र धातुः इत्यस्य भवति. धातुः युवोः धात्वोः इत्युक्ते ईकारान्त उकारान्तधात्वोः इति अत्र ईकारान्त उकारान्तधात्वोः इयङ् उवङ् आदेशौ क्रमेण भवतः यथासङ्ख्यमनदेशसमानाम् इति परिभाषया ईकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् भवति अजादि प्रत्यये परे. स्नु प्रत्ययान्तस्य तु उवङ् आदेशः भवति. ब्रू इत्यस्य अपि उवङ् आदेशः भवति इति तत्र सूत्रार्थः अस्ति. कोऽपि संशयः अस्ति वा? अत्र परिचितमस्ति खलु. अस्तु, तर्हि इदानीम् अग्रे इणो यण् इति सूत्रं विजयभगिनी विजयलक्ष्मी भगिनी पठति वा? आं भगिनि. इणो इणो यण् इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. इणः षष्ट्यन्तं, यण् प्रथमान्तं, द्विपदम् इदं सूत्रम्. अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. इणः अङ्गस्य, यण् अचि. अत्र इन् इति प्रत्याहारः नास्ति इति कथं अवगच्छामः भगिनि? इन् इति प्रत्याहारः नास्ति इति वा? अत्र अङ्गस्य इति अधिकारे अस्ति खलु. इनः इति षष्ट्यन्तमस्ति, अङ्गस्य इति अधिकारे अस्ति. अतः इनः अङ्गस्य इति अर्थः अस्ति खलु. अत्र इन् धातोः विषये इदं सूत्रम्. इन् धातोः यण् आदेशः भवति. कदा भवति? यदा अजादिप्रत्ययः परे भवति तदा इण् धातोः यण् आदेशः भवति. केन सूत्रेण यण् आदेशः भवति? अचिष्णुधातुभ्रुवां युवोर् इयङ् वङ्गौ इत्यस्मात् नो नो नो अचिष्णुधातुभ्रुवां तु यण् इत्यस्य अपवादः अस्ति खलु भगिनि? पुनः पृच्छतु. अपवादः अस्ति. न न यण् आदेश ओ यण् आदेशः सत्यम्. ऐ गाट् कन्फ्यूस्ड्. इणो इण् धातोः यण् आदेशः भवति. अत्र इण् इणः इति षष्ट्यन्तं, यण् इति प्रथमान्तं, द्विपदम् इदं सूत्रम्. अचिष्णुधातुभ्रुवां युवो यङ् वङ्गौ इति सूत्रात् इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः भवति. अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. इणः अङ्गस्य, यण् आदेशः भवति अचि परे, ओ सोरि, इणः अङ्गस्य यण् अचि इति अनुवृत्तिसहितसूत्रम्. अर्थः, सूत्रस्य अर्थः, इण् इति धातु अस्ति, इण् धातोः इन् धातुरूपि अङ्गस्य, इण् धातुरूपि अङ्गस्य, इण् धातुरूपि अङ्गस्य यण् इति आदेशः भवति. सम्पूर्ण इण् इत्यस्य यण् इति आदेशः भवति वा? अकारस्य यत्संज्ञा अस्ति खलु, इ इति एव अवशिष्यते, अतः इ स्थाने यण्, इ स्थाने यण् भवति. अतः इ इत्यस्य यण् भवति चेत् य इति एव अवशिष्यते. य अचि स्थाने यकारः, ई स्थाने यकारः, अचि परे. किमर्थं क्लेशः अत्र न अवगच्छामि? न, क्लेशः नास्ति. इत्युक्ते वस्तुतः अचि परे, हा, इत्युक्ते वस्तुतः ई योगः अन्ति इति स्थितौ क्रमः एवमस्ति. प्रथमतया तत्र इको एनर्जि इति सूत्रं प्रसक्तमस्ति, सामान्य इको एनर्जि इति सूत्रं प्रसक्तमस्ति, परन्तु तत्तु वर्णकार्यं, तर्हि अङ्गकार्यस्य सूत्रं प्रथमं अस्माभिः क्रियते. तर्हि प्रथमतया सार्वधातुकार्धधातुकयोः इत्यनेन गुणस्य प्रसक्तिः, परन्तु प्रत्ययः अपित् अस्ति इति कृत्वा स्मिति च इत्यनेन गुणनिषेधः. अतः सार्वधातुकार्धधातुकयोः इति सूत्रम् अत्र तस्य चिन्तनं न क्रियते अत्र. तर्हि इदानीम् इको एनचि इति सूत्रम् इदानीमपि अस्ति, अचिष्णु धातुभ्रुवां योर् यङ्ग् यङ्ग् वङ्गौ इति सूत्रम् अस्ति, इणो एन् इति सूत्रम् अस्ति. तर्हि प्रथमतया इको एनचि इति सामान्यसूत्रं, तत् प्रबाद्य अङ्गकार्यं धातुभ्रुवाम् इति आयाति, परन्तु तदपि प्रबाद्य इणो एन् इति आयाति, यतोहि विशिष्टमस्ति खलु. अपवादभूतधातुभ्रुवाम् इत्यस्य अपवादभूतसूत्रम् इणो एन् इति अस्ति. केवलम् इकारः अस्ति, तदा तु सामान्यतया इयङ् उवङ् इति सूत्रमेव आयाति खलु. प्रबाद्य अत्र इनोयण् इति सूत्रेण इकारस्य स्थाने य आदेशः भवति, अचि अचि अजादिप्रत्यये परे. सत्यम्. अग्रे पठानि वा? एकक्षणं भगिनि, अग्रे पठतु, परन्तु एकक्षणम् अत्र अत्र किं शोभा भगिनी इदानीम् अवगम्यते वा? इदानीमपि प्रश्नः अस्ति वा, वदतु. न, तत्र प्रायशः किं मम भ्रमः इति मन्ये, अजादि अपित्सु इति दृष्ट्वा किञ्चित् भ्रमः अभवत् भगिनि. अपित्सु इति आसीत् इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति इति. तत्र इत्युक्ते तत्र पित्सु एव गुणकार्यस्य प्रसक्तिः अस्ति इति चिन्तितवती. अपित्सु अपि प्रसक्तिः अस्ति, परन्तु बाधितं भवति. बाधितं भवति खलु, तत्र सार्वधातुक अर्धधातुकयोः इति तु आगच्छति एव. अस्तु, तदेव अवगतं भगिनि, क्षम्यताम्. सम्यक्, सम्यक्, सम्यक्. अस्तु भगिनि, विजयलक्ष्मी भगिनी अग्रे पठतु. लङि आडजादीनां लङि अजादिधातुरूपी अङ्गस्य आट् आगमो भवति. प्रथमम् अङ्गकार्यं, तदा एव आगमः, सन्धिकार्यं च. लङि सूत्रम् आड् अजादीनाम्, आट् इति आगमः, अजादिधातुरूपी अङ्गस्य आट् आगमः भवति. परन्तु अङ्गकार्यं प्रथमं करणीयम् अस्ति, तदनन्तरमेव आगमः, सन्धिकार्यं सर्वं भवति. आटश्च आड् आगमात् आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेकादेशो भवति. आटश्च इति सूत्रेण यदा आड् आगमः विधीयते, तदा आड् आगमात् अचिपरे किं भवति, पूर्वपरयोः स्थाने गुणं प्रबाध्य वृद्धि आदेशः भवति. अत्र अवधेयं यत् कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं लङि अडागमः आडागमः च, तिङ् निमित्तम् अङ्गकार्यं, द्वितीयबिन्दु तिङ् निमित्तिकम् अङ्गकार्यं, तृतीयः बिन्दु लङि आडागमे सति वृद्धिकार्यं, चतुर्थः बिन्दु तिङ्प्रत्यययोजनं तत्सम्बद्धसन्धिकार्यम् इति क्रमेण प्रक्रिया प्रवर्तते. कथम् आर्डर् कथम् अस्ति, प्रथमम् आडागमः अडागमः लङ्लकारे विधीयते, तदनन्तरं तिङ्निमित्तकम् अङ्गकार्यं करणीयं भवति, तदनन्तरं आडागमे सति लङि आडागमे सति वृद्धिकार्यं भवति, अनन्तरं तिङ्प्रत्ययस्य योजनम् अपि च योजनसमये यदि सन्धिकार्यस्य प्रसक्तिः भवति तदा सन्धिकार्यं करणीयं भवति इति एव क्रमः. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. सम्यक् भगिनि, समीचीनम्, सम्यक् अस्ति. तर्हि समीचीनं, धन्यवादः. तर्हि आडजादीनाम् इति सूत्रं परिचितम् अस्ति खलु, यत्र धातुरूपी अङ्गम् अजादिधातुरूपी अङ्गम् अस्ति, तत्र अडागमः न भवति परन्तु आडागमः भवति लङ्लकारे, लङ्गि भवति. तदनन्तरं यदा आडागमः भवति, आडागमस्य अनन्तरं अचुवर्णः भवति एव, यतोहि अजादिधातूनामेव आडागमः भवति खलु. आगमानन्तरं तस्य अनन्तरम् अचुवर्णः भवति एव, तर्हि पूर्वपरयोः वृद्धिः एकादेशः भवति. अत्र किं स्मर्तव्यम् इति चेत्, आडजादीनाम् इति सूत्रम् अङ्गकार्ये अङ्गाधिकारे अस्ति, आटश्च इति सूत्रं वर्णनिमित्तिककार्यमस्ति, षष्ठादेशस्य प्रथमपादे अस्ति. तर्हि इदानीं लङ्लकारस्य सामान्यतया वयं किं कुर्मः, प्रथमतया आडागमः एव वयं कुर्मः, यत्र कुत्रापि भवतु नाम अपट् इति वदामः अथवा अवद अवद् इति वदामः इति, एवं तथा एव आडागमः प्रथमतया भवति, अडागमः आडागमः प्रथमतया भवति, तदनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति, अन्ततो गत्वा तत्र आटश्च इत्यनेन वृद्धिकार्यं भवति अन्ततो गत्वा, तदनन्तरं वर्णमेलनं यथा सम्भवम् इति क्रमः एवं भवति. परन्तु अत्र ईणधातोः विषये अस्य क्रमस्य विषये इतोपि गभीरतया चिन्तनं क्रियते, यतोहि अत्र क्रमस्य परिवर्तनेन रूपभेदः जायते, तत्र अनिष्टरूपं प्राप्यते, अतः अत्र लङ्लकारस्य क्रमः कथं भवति इति सम्यक्तया चिन्तनं क्रियते. तस्मात् प्राक् तत्र किञ्चित् रूपस्य साधनं कुर्मः, यदा लङ्लकारं प्रति आगच्छामः तदानीम् अस्य चिन्तनं कुर्मः. इदानीं तत्र सूत्रस्य अग्रे विवरणं दत्तमस्ति, तदानीम् अग्रे पठामः. इदानीं तत्र रूपाणि, लट् लकारस्य रूपाणि, उमा भगिनी वदति वा? उमा भगिनी आं, श्रूयते, श्रूयते, श्रूयते भगिनि. धातु इन् धातु एन एन धातु इन् गतौ लटि रूप नियोगः ति, नियोगः ति, नियोगः ति, ये सि किं जायते कथम् एति रूपं लभ्यते तद् तदपि वदतु न हि योगः इति कथम् एचोयवायवः अजादि अचि भवेत् खलु अङ्गकार्यं किम् अस्ति अत्र अङ्गकार्यं सामान्यकार्यं किं कार्यं भवति सत्यम् अग्रे एति सङ्गीतः इ योगः सः गीतः अति अत्र येन आदेशः भवति अन्ति अन्ति अति नास्ति अन्ति सारि एतितः यन्ति सो अत्र एनागं भवति सो यन्ति आगच्छति सो एण एण् एण् सन्धिः भवति एण् एण् आदेशः भवति केन सूत्रेण युनो एन् सम्यक् अचिष्णुदातु ब्रुवां युवर् यङ् वङ्गौ इति प्रबाद्य इणो यण् इत्यनेन ई स्थाने यकारः यन्ति इति रूपम् अग्रे तस्मात् न इ किं भवति तत्र प्रथमपुरुषे एकवचने किं जातं तथैव अत्रापि चिन्तनं करोतु किमर्थं एव भवति एव भवति ईकारस्य एकारः तदनन्तरं किं भवति करवसमये विसर्जनीयः किमर्थं तत्र सकारस्य अनन्तरम् ईकारः अपि अस्ति खलु कथं करवसमये विसर्जनीयः प्रथमे इति अस्ति खलु सकारस्य अनन्तरम् ईकारः इकारः अपि अस्ति खलु करवसमये विसर्जनीयः इत्यस्य निमित्तं किम् अवसान अवसानावस्थायां रेपः अस्ति चेत् विसर्गादेशः अथवा तत्र पदान्तरेपस्य विसर्गादेशः भवति खलु अथवा किं विसर्ग रेपस्य स्थाने विसर्गादेशः भवति खरिपरे अस्ति वा नास्ति सकारस्य का गति अन्यत् किमपि भवति वा सकारस्य न जानामि भगिनि कोऽपि वदतु सकारस्य का गतिः उषाभगिनी वदतु ए योगः खलु भगिनि ये योगः सि एषि इति भवति सकारः आदेशप्रत्ययोः इत्यनेन पूर्वम् इण् अस्ति इण् वर्ण इण् प्रत्याहारवर्णः अस्ति इत्यनेन सकारः आदेशप्रत्ययोः इत्यनेन षि भवति एषि इति रूपं भवति सम्यक् सम्यक् अवगतं वा उमा भगिनी वदतु अग्रे. अन्ते अस्ति सो आदेशप्रत्ययोः सूत्रस्य सि बिकम् सि अण्ड् देन् ए सि आगच्छति. प्रस्थः घः देन् घ नी अगेन् पित् प्रत्यया सो प्लस् नी एमि के कथम् एमि गुणं भवति सूत्रस्य सो एमि देन् ईवः नमः. समीचीनं, सम्यक्, धन्यवादः. इदानीं तत्र सूर्यकुमारी भगिनी लोट्लकारे वदति वा. अस्ति वा भगिनी सूर्यकुमारी भगिनी, अस्ति वा? आम् आम् वदतु. अङ्गमस्ति ई, ई योगः तु ये तु भवति गुण भवति तत्र एतु इतात् इताम् ईयोगः अन्तु तत्र इनो यन् इति सूत्रेण यन्तु यन्तु भवति. ईयोगः हि इहि इहि इतात् इतम् इतात् ईयोगः आनि तत्र ये योगः आनि इयानि ये योगः आनि इयानि कथं भवति ये योगः आनि तत्र यचो यवायावः सूत्रेण आयि भवति. ऐ न भवति, ऐ एव भवति. ऐ योगः आनि, ऐ योगः आनि, ऐ योगः आनि, अयानि, अयानि तावदेव. अग्रे आम् ऐ योगः आव अयाव अयाम. सम्यक् सम्यक्, धन्यवादः भगिनि. सम्यक्, इदानीं नास्ति चिन्ता. तत्र लङ्लकारस्य विषये चिन्तनं कुर्मः. सरस्वती भगिनी वदति वा. आं भगिनि, तर्हि लङ्लकारस्य अडागमो भवति यदि हलादि अस्ति चेत्. इदानीम् अजादि अस्ति अतः आड् अजादीनां भवति, अतः आट् योग ई भवति, तत्र अटश्च अनेन वृद्धिः भवति, अतः ऐ भवति. ऐ ऐ योग तकार तथा ऐत् इतश्च ऐत् ऐत् तथा जलं चषन्ते ऐद् प्रथमपुरुष एकवचने. तदनन्तरं ताम्, तर्हि ताम् अत्र अपित् अस्ति ई योग ताम् ई योग ताम्, तर्हि अत्र कार्यं नास्ति, इताम् एव अस्ति. क्षम्यतां भगिनि, एकवचने एकवचने वदतु, तत्र सम्यक्तया न श्रुतम्, एकवचने वदतु. एकवचने ऐत् ऐत् पुनः वदतु. आडजादीनां भवति तदानीम् आटश्च प्रथमतया किं भवति? आयोगः ई योगः इतश्च तः तु आयोग ई, तर्हि तत्र आटश्च इत्यनेन वृद्धिः भवति, अतः ऐ न. तस्मात् पूर्वं किमपि कार्यमस्ति तत्र आयोग ई योगत. आमां क्षम्यताम्, तिप् अस्ति, अतः सर्वधातु कार्धधातुकयोः अनेन इकारस्य एकार भवति. तदनन्तरम् अतः आयोग ए योग तकार, तदनन्तरम् अटश्च, तर्हि ऐत् भवति, ऐत् तथा ऐत्. एकारस्य वृद्धिः एकारः इति खलु? आमाम्. तदनन्तरं पुनः तत्र आयोग ईयोगताम् अत्र ताम् अत्र अपि तस्ति, अतः किमपि कार्यं सार्वधातुक अर्धधातुकयोः कार्यं नास्ति. आयोग ईयोगताम् अन्य किमपि कार्यं नास्ति, तथा आटश्च अनेन पुनः वृद्धिः भवति, अतः ऐतां भवति. तर्हि ऐतैर् ऐताम् तदनन्तरं अन्ति अस्ति, अन्ति अन् अन् अस्ति. ईयोग अन् अत्र आयोग ईयोग अन् अत्र अजादि अस्ति, अतः इनोयन् अनेन यकार भवति इकारस्थाने. अतः आयोग यो य यकारयोग अन् आयन् इनोयन् इति सूत्रस्य इनोयन् इति सूत्रस्य निमित्तं किम् इति एकवारं वदतु. इनोयन् एकनिमिष भगिनि विस्मृतवती. इनोयन् अत्र यदि अजादि प्रत्यये परे अजादि प्रत्यये परे इकारस्य यणादेशः स्थाने यणादेशः भवति. अत्र अत्र अन् अस्ति, अतः अजादि अस्ति, अतः इकारस्य स्थाने यकार भवति. तर्हि अयन् आयन् आयन् भवति. तदनन्तरं एकक्षणम्, अत्र अत्र आट् आयोगः ईयोगः अन् इति स्थितौ यदि तत्र आटश्च इत्यस्य कार्यं प्रथमतया अस्माभिः क्रियते तदानीं किं भवति? ऐ ऐ भूत्वा आयन् भवति पुनः. ऐ भूत्वा अन् पुनः एचो यवायावहतः अपि आयन् एव भवति न वा? आट् योगः ई आकारः योगः इकारः ये ये ऐ ऐ भवति खलु? ऐ भवति. ऐ योग अन् पुनः तत्रापि ऐ योग अन् एचो यवायावत् आय भवति. आय योग अन् आयन् एव भवति. रूप तु रूपं तु समानमेव. अस्तु अस्तु, रूपं समानमेव इति पाति. अस्तु. तदनन्तरम् आयोग ईयोग सकार, तत्र पुनः पित् अस्ति, अतः सार्वधातुक अर्धधातुकयोः तः इकारस्य एकार भूत्वा आटश्च ऐ योग सकार ऋत्ववैसर्गो ऐ ऐः ऐः भवति. भगिनि अत्र अत्र आयोगः ईयोगः अन् इति स्थितौ अत्र इतोपि चिन्तनीयं, तदग्रे वयं चिन्तयामः. परन्तु अत्र इतोपि एका वार्ता अस्ति. अडजादीनाम् इति सूत्रसङ्ख्या षष्ठाध्यायस्य चतुर्थपादे अस्ति, द्विसप्ततितमं सूत्रम्. इनोयन् इति सूत्रमपि चतुर्थ षष्ठाध्याय चतुर्थपादे अस्ति, एकाशीतितमं सूत्रं. तर्हि तत्र सूत्रद्वयमपि कुत्र स्तः? सूत्रद्वयमपि कुत्र अस्ति? अभियकार्यम् अस्ति खलु? अभियधिकारे अस्ति खलु? तर्हि तस्य चिन्तनमपि प्रसक्तिः अस्ति. तर्हि आडजादीनाम् इत्यस्य कार्यं प्रथमतया भवति चेत् तदनन्तरम् इणोयण् इति सूत्रं वस्तुतः आडजादीनाम् इत्यस्य कार्यं द्रष्टुमेव न शक्नोति खलु? यतोहि कार्यम् असिद्धं भवेत्. परन्तु द्वयोः निमित्तं समानं वा इति द्रष्टव्यम्. सर्वम् अग्रे पश्यामः, परन्तु तत्र इतोपि वार्ता अस्ति. अस्तु, सम्यक्. इदानीम् अग्रे वदतु. अत्र दत्तं खलु महोदय, वर्णात् अङ्गं बलीयः इत्यपि कार्यं करोति. अत्र किमस्ति वर्णः, किमस्ति अङ्गम्? अत्र आटश्च इति 6189 अस्ति, इनोयन् 64 अस्ति, चतुर्थपादे अस्ति, प्रथमं तु प्रथमपादे अस्ति. अत्र प्रतिपदोक्तत्वात् इनोयन् इति उक्तम् अत्र चतुर्थपादे अस्ति. परन्तु अत्र वर्णात् अङ्गं बलियः इत्यपि कार्यं करोति. अत्र अङ्गमिति इ अस्ति खलु महोदय. इदानीमेव किञ्चित् पठित्वा चिन्तनं कुर्मः. यद्भवती वदति समीचीनं, तत्र वर्णादङ्गं बलीयः इत्यनेन आत्मक्षेत्रस्य अपेक्षया इणोयन् इति सूत्रं बलवत् अस्ति इति कृत्वा तस्य कार्यं प्रथमं स्यात् इति वक्तुमिच्छति. तत् सम्यक् एव, समीचीनं. तस्मिन् विषये समग्रतया चिन्तनम् अग्रे कुर्मः. परन्तु यद्भवती धन्यवादः भगिनी, अग्रे वदतु. मध्यमपुरुषे एकवचनं ऐः, तदनन्तरं द्विवचनं तम् अस्ति. अत्र पुनः गुणप्रसक्तिः नास्ति, तर्हि आडजादीनां तः ऐ भवति. ऐतम् ऐत तदेव ऐत. तदनन्तरम् अम् अस्ति, आ योग ई योग अम्. मिप् अस्ति, पित् अस्ति, अतः अत्र सार्वधातुक अर्धधातुकयोः तः इकारस्य एकार भूत्वा आ योग ए योग अम् भवति. अत्र अम् अस्ति, अजादि अस्ति, अतः यणादेश भूत्वा इकारस्य स्थाने यकार आगत्य आयु न न एकनिमिष एकनिमिष आडजादीनाम् एव भवति ऐ योग अम्. पुनः तत्रापि तदेव भवति न वा भगिनि? एकक्षणम् आयोगः ईयोगः अम् अम् इति प्रत्ययः कीदृशप्रत्ययः? मिप् भवति न, पित् अस्ति खलु, पित् अस्ति. तर्हि ई ए भवति सर्वधातुकार्धधातुकयोः तः, तर्हि आयोग ए योग अम्. अत्र पुनः ए आयोग ए योग अम् यदि वयं आटश्च स्वीकुर्मः तर्हि ऐयोग अम् इचोयवायावः आयं भवति. यदि वयं इनोयन् स्वीकुर्मः तर्हि आयोग एयोग न इकारस्य कार्यं कथं वा भवति अत्र सर्वधातुकार्धधातुकयोः? तदेव न यद् इदानीं वयम् उक्तवन्तः अभियत्वात् भर्त सार्वधातुकार्धधातुकयोः इति तु अभियं नास्ति. न इदानीं सार्वधातुकार्धधातुक तु अभवत् न आडजादीन आटस् एकनिमिष आटश्च सूत्रस्य आटश्च तु न यन् यणादेशं कर्तुं तत्र निमित्तं नास्ति खलु, कुत्र अस्ति निमित्तं? सम्यक् सत्यं. तर्हि इकारस्य एकार भूत्वा आयोग ए, अतः आटश्च एव ऐ भवति. ऐ योग अम् अयं भव ऐ योग अम् इचोयवायावः आयं भवति. वस्तुतः अत्र आयोगः ए योगः अम् इति स्थितौ अत्र सूत्रद्वयं प्रसक्तमस्ति. किम् अस्ति सूत्रद्वयम्? आयोग ए अत्र अटश्च भवितुम् अर्हति, ए योग अम् अत्र एचोयवायावः, परन्तु प्रथमं तु अङ्गकार्यं करणीयम्. अतः आयोग ए आटश्च एव करणीयं न वा? अङ्गकार्यं कथमस्ति? आटश्च इति अपि वर्णकार्यं खलु, कथम् अङ्गकार्यम्? आम् अत्र वस्तुतः अत्र आयोगः इ इति कुर्मः चेत् ऐ भवति, ईयोगः अम् इति कुर्मः चेत् ये योगः अम् इति कुर्मः चेत् ऐ ऐ भवति ऐ भवति. तर्हि अत्र तर्हि किमर्थम् एषोयवायवः इति प्रथमतया कृत्वा तदनन्तरं किमर्थम् आटश्च इति न कर्तुं शक्यते? प्रथमतया एचोयवायवः इति सूत्रेण ये योगः अम् इत्यत्र अयम् इति भवति, तदनन्तरम् आयोगः यम् आयम् आयम् अकसवणे दीर्घ एवमपि कर्तुं शक्य. तत्र आटश्च इत्यस्य प्रसङ्गः न भवति खलु तदानीं न भवति, तर्हि तदानीमपि भवति आयोगः न तदानीं तु न भवति खलु, न भवति परन्तु आडजादीनां कुर्मः चेत् तदानीमपि भवति, तदानीमपि भवति, पश्यतु ए योगः अम् अयम् इति भवति, अयम् आयोगः अयं तदानीम् आटस्य भवति, तर्हि आ आयोग अम् तर्हि पुनः आटश्च अयम् आयोग यम् आयोग अयम् आयोग अयं पुनः आटश्च अयम् एव भवति भवति इत्युक्ते यथा कथञ्चित् कुर्मः क्लेशः नास्ति इति भाति रूपं समानमेव भवति आगच्छति समानमेव आमां निष्पद्यते आम् आम् तर्हि तदनन्तरं व लङ् लङ् मध्ये तर्हि व म द्वयोरपि अपित् अस्ति हलादि अस्ति अतः आयोग ई योग व अथवा म आयोग ई अत्र आटश्च ऐ अतः ऐ व ऐ म सम्यक् सम्यक् समीचीनं समीचीनं तर्हि इदानीं मीना भगिनी विधिलिङ्गकारे वदति तत्र अभियम् इत्युक्ते किं वदामि इदानीम् अग्रे पश्यामः आभीयम् इति अस्ति आभीयकार्यम् इति तस्य विषये चिन्तनम् अग्रे कुर्मः विधिलिङ्ग् भगिनी यात् यातां युः याः यातं याता यां यावयाम तत्र ई योगः यात् तत्र यासुटागमः भवति तत्र ई योगः या योगः इत् सो तत्र वर्णमेलने भवः इयात् इयात् इयातां तदनन्तरं ई युः भवति तत्र ई योगः या योगः उः भवति उस् भवति उः तत्र उस्य पदान्तात् तत्र आकारः लोपः या या इति तत्र आकारस्य लोपः भवति ई यकारः न न एकक्षणं भगिनि अत्र सिद्धप्रत्ययः अस्ति युः युः इति प्रत्ययं स्वीकृत्य वदतु ई योग युः योगः युः इयुः इयुः एव इयुः तदनन्तरं ईयाः ई योगः याः यातं यात ईयातां ईयातम् ईयात यां यावयाम ईयाम् ईयाव ईयाम सम्यक् इत्युक्ते समीचीनं भगिनि इत्युक्ते वयं किं सर्वदा किं किं वदामः इत्युक्ते मम सर्वेषु सर्वेषु गणेषु यदि अहं वदामि विधिलिङ्गकारस्य रूपं वदतु तर्हि सर्वे वदन्ति ओ बहु सरलम् अस्ति किमर्थं मया तत् वक्तव्यम् इति तथा सर्वेषां मनसि तादृशप्रश्नः आयाति ओ इत्युक्ते विधिलिङ्गकारः बहु सरलम् अस्ति किमर्थं मम कृते एतद् दत्तमस्ति इति एवम् अस्ति परन्तु अहं किं वक्तुम् इच्छामि इति चेत् यद्यपि विधिलिङ्गकारः बहु सरलमस्ति परन्तु अस्माकं प्रयोगवाक्यप्रयोगेषु विधिलिङ्गकारस्य प्रयोगः विरलतया एव भवति किमर्थं तथा सरलमस्ति चेत् सर्वत्र प्रयोगः स्यात् खलु इति कृत्वा पुस्तके वस्तुतः सरलं नास्ति इत्युक्ते सरलमस्ति चेत् प्रयोगः स्यात् उक्तवती खलु स्यात् इति विधिलिङ्गकारे एव अस्ति खलु स्यात् इति पदं त्यक्त्वा अन्येषां पदानां विषये अहं वदामि स्यात् इति तु भवतु नाम अहं सामान्यतया वदामि जनानां विषये अहं वदामि केवलं मम कृते इति न सर्वेषां भगिनि तत्र प्रथमपुरुषे एकवचने अपि च बहुवचने तौ द्वौ विहाय अन्येषां प्रयोगः न भवति एव भवतु नाम तत्रापि प्रयोगः शक्यते किमर्थं न शक्यते तत्रापि शक्यते तदेव तत्र यतोहि मनसि एते रूपाणि एतानि रूपाणि न सन् तिष्ठन्ति इत्युक्ते सरलमस्ति चेत् मनसि स्यात् खलु किं लोट् इत्यस्य स्थाने उपयोक्तुं शक्यते शक्यते खलु तर्हि किमर्थं न कुर्मः चिन्तयन्तु पठानि इति न वदामि, इदानीं पठेयम् इति वदामि. बहु सम्यक्, वदतु वदतु, न कोऽपि क्लेशः, वदतु. अस्तु, यत्किमपि भवतु, अग्रे गच्छामः. तर्हि इदानीं रूपाणि साधितानि, इतः अग्रे किञ्चित् शास्त्रीयविषयः अस्ति, तद् एकवारं वयं पश्यामः. तर्हि अग्रे उषा भगिनी अग्रे पठतु. आडजादीनां लुङ् लङ् लृङ् च परे चेत् अजादिधातुरूपी अङ्गस्य आट् आगमः भवति. स च अङ्ग आडागमः उदात्तसंज्ञकः. आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति. अच् आदिः येषां ते अजादयः बहुव्रीहिः, तेषाम् अजादीनाम् आट् प्रथमान्तम्, अजादीनां षष्ट्यन्तं द्विपदयुतं सूत्रम्. लुङ् लङ् लृङ्क्ष्वट् उदात्तः इत्यस्मात् लुङ् लङ् लृङ्क्षु उदात्तः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्क्षु इति. लुङ् लङ् लृङ् च परे लकारः अस्ति चेत् अजादिधातुरूपी अङ्गस्य अजादिधातुरूपी अङ्गस्य अजादिधातुः अस्ति, तदेव अङ्गम् अपि भवति. परः लुङ् लङ् लृङ् अपि च प्रत्ययः अस्ति चेत् लकारः रूपाणि अस्ति चेत् अजादिधातुरूपी अङ्गस्य आट् आगमः भवति. धातुरूपी अङ्गं धातोः अजादिधातुः एव अस्ति, परः लुङ् लङ् अथवा लृङ् अस्ति चेत् आड् आगमः भवति. आगमः भवति इत्यनेन आट् इति अस्ति इत्यनेन, टकारः अस्ति इत्यनेन अङ्गात् प्राक् भवति. सो धातोः पूर्वम् अस्ति. आट् इति आगमः, आकारः इति आगमः धातोः पूर्वम् अस्ति. आकारः अपि च धातु अपि च लुङ् अर् लङ् अर् लृङ् इति प्रत्ययः भवति. अजादि अजादिधातुरूपी इति अस्ति, अपि च अच् आदिः येषां ते अजादयः बहुव्रीहिः अजादीनां. सो सूत्रे आड् अजादीनाम् इति अस्ति, अजादीनाम् इति बहुव्रीहिः अस्ति इत्यनेन अजादिधातुः सूचयति, अजादिधातुः सूचयति, धातुरूपी अङ्गं सूचयति. आट् प्रथमान्तम् अजादीनाम् आट् प्रथमान्तम् आट् अजादीनाम् आट् प्रथमान्तम् अजादीनां षष्ट्यन्तं द्विपदमिदं सूत्रम्. आट् इति प्रथमान्तम् इति आगमः भवति. अजादीनां षष्ट्यन्तम् अजादिधातुरूपी अङ्गस्य कृते द्विपदमितं सूत्रं. लुङ् लङ् लृङ् क्ष्वट् उदात्तः इत्यस्मात् लुङ् लङ् लृङ् क्षु उदात्तः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अस्तु भगिनि. अजादीनाम् अजादीनाम् इति अजादिधातुरूपी अङ्गानां कृते अजादिधातूनाम् अङ्गस्य आट् आट् भवति, आट् आगमः भवति. ककार टकार अस्ति चेत् आगमः एव. अपि च आद्यन्तौ टकितौ इत्यनेन अजादि धातुरूपी अङ्गस्य पूर्वम् अस्ति, आट् आगमः भवति. उदात्तः लुङ् लङ् लृङ्क्षु इति भवति, पूर्वसूत्रात् आगच्छति. लुङ् लङ् लृङ् इति परः अस्ति चेत् अपि च उदात्तः अपि तस्य स्वरः भवति. सम्यक् सम्यक्, समीचीनं समीचीनम् इति सूत्रं वयं जानीमः. तर्हि अग्रे आटश्च इति सूत्रम् अरुणा भगिनी पठति वा? आं भगिनि, आटश्च षट् अध्याये व्यपपादे एक ऊन नवति भगिनि. आदागमात् अचिपरे पूर्वपरयोः वृद्धि एकादेशो भवति. अतः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको यण्णचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इतनयोः अधिकारः, अनुवृत्तिसहितसूत्रम् आतः च अचि पूर्वपरयोः एकः वृद्धिसंहितायां सूत्रं वदति आट आगम अस्ति चेत् अचि परे पूर्वपरयोः वृद्धि एव आदेशः भवति. आतः च आतः इति पदं पञ्चम्यन्तम् अनुवर्तिसहितसूत्रमस्ति. आतः च अचि पूर्वपरयोः एकः वृद्धिसंहितायां केवलं वर्ण कार्यमेव भगिनि, वर्णकार्यमेव. सम्यक्, समीचीनं समीचीनं. तर्हि आडजादीनाम् इति सूत्रं धातुः अजादिः अस्ति चेत् आड् आगमः भवति लुङ् लङ् लृङ् लकारे इति. अटश्च इति सूत्रम् आडागमस्य अनन्तरम् अच्वर्णः भवति एव, तर्हि पूर्वपरयोः वृद्धि एकादेशः इति वर्णकार्यम्, आडजादीनाम् इति अङ्गकार्यम् इति सूत्रद्वयमस्ति. अत्र इतोपि शास्त्रीयचिन्तनमस्ति, क्रमस्य विषये चिन्तनमस्ति, लङ् लकारे क्रमः कथं भवेत्, लङ् लकारे आडागमः प्रथमतया भवेत् वा नो चेत् अङ्गकार्यं प्रथमतया भवेत् वा इति, तत्र क्रमः कः, कथं निर्मीयते इति विषये बहु चर्चा वर्तते, तदेकवारं पश्यामः अग्रिमसप्ताहे. तर्हि अत्र कोऽपि संशयः अस्ति वा? अत्र स्थगनं कर्तुं शक्नुमः. धन्यवादः भगिनि, नमस्कारः. तर्हि धन्यवादः, नमस्कारः. धन्यवादः भगिनि, नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनी, नमस्ते. धन्यवादः महोदय, शुभदिनं. नमस्कारः, नमस्कारः. धन्यवादः, नमस्कारः.